नमस्कारः। तर्हि अद्य अभ्यासपुस्तके अस्माकम् अन्तिमः पाठः अस्ति। यद्यपि तथापि, यद्यपि मम पिपासा अस्ति तथापि अहं न पिबामि। यद्यपि मम बुभुक्षा अस्ति तथापि अहं न खादामि। यद्यपि तथापि, यद्यपि मम समीपे धनम् अस्ति तथापि अहं व्ययं न करोमि। यद्यपि लेखनी अस्ति तथापि अहं न लिखामि। अस्तु, तर्हि विरामः विद्यालयं गच्छति। यद्यपि विरामः अस्ति विद्यालयं गच्छामि, विरामः अस्ति। अस्तु, परीक्षा न पठति। यद्यपि परीक्षा अस्ति तथापि अहं न पठामि। तथापि अहं न पठामि। अस्तु अस्तु, विद्युत् व्यजनं न भ्रमति। व्यजनं न भ्रमति। अस्तु, यद्यपि विद्युत् अस्ति तथापि व्यजनं न भ्रमति। सः निर्धनः दानं न करोति। विश्वनाथः, यद्यपि सः धनम् अस्ति तथापि दानं न करोति। धनिकः अस्तु, धनिकः दानं न करोति अथवा निर्धनः करोति। यद्यपि अहं धनिकः तथापि दानं न करोति। करोमि। अस्तु, समीचीनं। समयः नास्ति आगच्छामि। यद्यपि समयः नास्ति तथापि अहम् आगच्छामि। यद्यपि मम समीपे समयः नास्ति तथापि अहम् आगच्छामि। अस्तु, अनन्तरं सा बुद्धिमती परीक्षायाम् अनुतीर्णा। यद्यपि सा बुद्धिमती तथापि परीक्षा उत्तीर्णा न भवति। परीक्षायाम् उत्तीर्णा न भवति। उत्तरं जानामि न वदामि। यद्यपि अहम् उत्तरं जानामि तथापि न वदामि। अस्तु, कार्यमस्ति निद्रां करोमि। यद्यपि कार्यमस्ति तथापि निद्रां करोमि। बहु खादामि स्थूलः न भवामि। यद्यपि अहं बहु खादामि तथापि स्थूलः न भवामि। अस्तु, शालां न गच्छामि पाठं जानामि। यद्यपि शालां न गच्छामि पाठं जानामि। यद्यपि शालां न गच्छामि तथापि पाठं जानामि। समीचीनमस्ति। अनन्तरं कार्यक्रमः अस्ति सः न गच्छति। यद्यपि कार्यम् अस्ति तथापि अस्तु, तर्हि यद्यपि तथापि इत्येषाम् उदाहरणानि वदन्तु। लेखनी अस्ति तथापि अहं न लिखामि। अन्यत् उदाहरणं, मनसि यद्यपि ग्रीष्मकालः अस्ति तथापि तापमानः अधिकं नास्ति. वातावरणं यद्यपि वातावरणं सुखमस्ति तदापि अहं विहारयात्रां गच्छामि. यद्यपि वातावरणं समीचीनम् अस्ति तथापि गच्छामि. अस्तु. सन्ध्या भगिनी वदति वा? यद्यापि मम गृहे शोचनम् अस्ति तथापि आसने भोजनं क्रीणयामि. पुनः वदतु. यद्यपि पुनः वदतु. यद्यपि मम गृहे भोजनम् अस्ति तथापि आपणे भोजनं क्रीणामि. समीचीनं, बहु समीचीनमस्ति. अस्तु, अन्यत् उदाहरणं. यद्यपि विद्युत् अस्ति तथापि दीपः न चलति. अस्तु, अवगतं खलु. कोऽपि वदति अन्यत्? यद्यपि मम समीपे सेवकः अस्ति तथापि मम कार्यं न करोति. अस्तु. अस्तु, सन्ध्या भगिनी वदति वा अन्यत् उदाहरणं? पुनः वदतु अन्यत् उदाहरणम्. यापि बहु समयः नास्ति तथापि अहं चित्रमन्दिरं गच्छामि. समीचीनमस्ति, समीचीनं वाक्यं समीचीनमस्ति. किन्तु केवलं जानातु यत् उच्चारणमस्ति यद्यपि, यद्यापि न, यद्यपि इति. अनेन अस्माकम् अभ्यासपुस्तकस्य पाठः समाप्तः. इदानीं नूतनपुस्तकमस्ति सर्वेषां पार्श्वे. तर्हि पुस्तकस्य नाम विभक्तिवल्लरी. विभक्तिवल्लरी इत्यस्मिन् पुस्तके अस्माकम् इतोपि अभ्यासः भविष्यति विभक्तिसम्बन्धितः. विभक्तिसम्बद्धः अभ्यासः भविष्यति अस्माकं. तर्हि लक्ष्मीभगिनी कृपया पठतु. वाक्ये क्रियासूचकं पदं क्रियापदं, कर्तृसूचकं पदं कर्तृपदं, यत् कर्म सूचयति तत् कर्मपदम्. कर्मपदस्य द्वितीया विभक्तिः भवति. वाक्ये क्रियासूचकं पदं क्रियापदं, कर्तृसूचकं पदं कर्तृपदं, यत् कर्म सूचयति तत् कर्मपदम् इति स्पष्टं स्यात्. कर्मपदस्य द्वितीया विभक्तिः भवति. उदाहरणार्थं बालकः पाठं पठति, बालिका मालां रचयति, सः फलं खादति. फलं खादति. अस्तु, अभ्यासः. आवरणे स्थितानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत. उदाहरणार्थं लिखत, तत्र लिखत इति मध्यमपुरुषस्य रूपम्. एतावता वयम् उत्तमपुरुषः उत्तरपुरुषम् उत्तमपुरुषं प्रथमपुरुषं च वयं जानीमः. अहं वयम् इति उत्तमपुरुषः, प्रथमपुरुषः अस्ति सः, न बालकः, बालकाः, सः, स्ते. किन्तु मध्यमपुरुषः नाम त्वं, युवां, यूयम् इति अस्माकम् इदानीं पाठः नास्ति. किन्तु अत्र लेखत इति लिखितमस्ति खलु लिखत अत्र मध्यमपुरुषस्य बहुवचनान्तरूपं यथा करोतु लिखतु अथवा लिखन्तु अत्र लेखत इति लिखितमस्ति लिखत इति लिखितमस्ति तत् मध्यमपुरुषस्य बहुवचनान्तरूपम् आदेशात्मकम् तो अस्तु तर्हि महोदय कृपया अहम् अभ्यासं पठतु उदाहरण सः प्रतिदिनं ग्रन्थं पठति कर्मकरः वृक्षं सिञ्चति कर्मकरः वृक्षं सिञ्चति संध्या भगिनी अग्रिमम् सज्जनः न तदनन्तरं सज्जनः पालयति सज्जनः अत्र अत्र यः शब्दः ब्राकेट् मध्ये अस्ति आवरणे अस्ति सः शब्दः कर्मपदमस्ति कर्मपदम् इत्युक्ते तस्य द्वितीयविभक्तिः भविष्यति धर्मं पुनः वदतु अस्तु अग्रे अहं शब्दं शृणोमि अग्रे सा अस्तु वदतु महोदय इतिहासं स्मरति लक्ष्मी भगिनि ते विद्यालयं गच्छन्ति सेविका आपणं गच्छति अस्तु विद्या संध्या भगिनी अग्रे निद्रा मा भवेत् निद्रा मा भवेत् अस्तु अस्तु अस्तु सेविका आपणं गच्छति अग्रे स्वामिनी सेविका आनयति आह्वयति आह्वयति पुनः वदतु स्वामिनी सेविका आह किन्तु सेविका नास्ति किं न भवति खलु कर्मपदमस्ति कर्मपदमस्ति तु मा इति योजयति खलु मा अत्र किं भवति यत्र कर्मपदमस्ति तत्र मा योजयामः अतः सेविकां सेविकां स्वामिनी सेविकां सेविकाम् आह्वयति अवगच्छति वा न अवगच्छति एतावता प्रत्येकस्मिन् उदाहरणे यथा सः प्रतिदिनं ग्रन्थं पठति ग्रन्थम् अत्र ग्रन्थः अस्ति ग्रन्थं पठति म इति यत्र कर्मपदम् आब्जेक्ट् आफ् द सेण्टेन्स् कर्मकरः वृक्षः अस्ति नाम किन्तु वृक्षम् इति वदामः अत्र धर्मं शब्दम् इतिहासं तत्र सेविकां सेविका अत्र अस्ति किंतु अहम सेविकाम आह्वयामि। अहम करोमि सा कर्मपदमस्ति। अहम सेविकाम आह्वयामि। अवगच्छति वा? ग्रंथः अस्ति परन्तु अहम ग्रंथं पठामि। यत्र कर्मपदमस्ति तत्र द्वितीया विभक्तिः इत्युक्ते म योजयामः। ग्रंथः अत्र ग्रंथः अस्ति, वृक्षः अस्ति, वृक्षं भवति, धर्मः धर्मं, शब्दः शब्दम्, इतिहासः इतिहासम्, विद्यालयः विद्यालयम्, आपणः आपणम्, सेविका सेविकां सेविकां। यत्र कर्मपदमस्ति अस्तु। इदानीं कः करोति? इदानीं पश्यं भगिनि, जनकः पत्रिकां पठति, बालकः जननीं नमस्करोति। अस्तु महोदय। माता पुत्रीं बोधयति। पुत्रीं बोधयति, अस्तु अस्तु। अग्रे भवान् एव पठतु। एतानि वाक्यानि पठत्। रामः पाठं पठित्वा, अत्र पठत इति वदतु, पठत्। अग्रे रामं पाठं पठित्वा, रामः पाठं पठित्वा निद्रां करोति। अस्तु, तर्हि एतावता कर्मपदं वयम् अवगच्छामः खलु? सन्ध्याभगिनी कर्मपदम् अवगच्छति खलु? कर्मपदं अस्तु। तर्हि अत्र कर्मपदं कुत्र कुत्र भवति इति विषयः कर्मपदम्। इदानीं वयं रामः अस्तु, पाठः अस्ति, रामः पाठं पठति। इदानीम् अत्र नूतनभागः कः इति चेत्, अत्र यत्र त्वा अस्ति पठित्वा, तत्र अपि कर्मपदं स्वीकरोति। त्वा इति रूपं कर्मपदं स्वीकरोति, लियप् अपि स्वीकरोति, तुमुन् अपि स्वीकरोति, अनन्तरं शत्रप्रत्ययः अपि स्वीकरोति। तर्हि वाक्यं पठतु। बालकः हस्तं प्रक्षाल्य भोजनं करोति। अग्रे अत्र पठित्वा अपि च प्रक्षाल्य, तत्र भेदः कः? प्रक्षाल्य उपसर्गः अस्ति, त्वान्तरूपम् अस्ति। किमर्थम् उपसर्गः अस्ति? अतः सन्ध्या भगिनी अवगच्छति वा? उपसर्गः अस्ति चेत् तत्र ल्यप् भवति, नाम किम्? उपसर्गः नाम यथा अत्र प्र अस्ति, अत्र क्षालयति इति क्रियापदमस्ति, क्षालयति, तस्मात् पूर्वं प्र इति अस्ति, प्र। यथा उप, प्र, आ, वि, तत्र 22 द्वाविंशतिः उपसर्गाः सन्ति। यत्र परिपालयति, परि इति उपसर्गः क्रियापदमस्ति, तस्मात् पूर्वं क्रियापदम् अस्ति, तस्मात् पूर्वं यः लघुपदमस्ति यथा प्र, उप, परि, अत्र प्र अस्ति, प्रक्षाल्य, हस्तं प्रक्षालयामि, अहं हस्तं क्षालयामि इति वक्तुं शक्नोमि। तर्हि अहं हस्तं क्षालयामि, अहं वक्तुं शक्नोमि अहं हस्तं क्षालयामि अथवा हस्तं प्रक्षालयामि, प्रक्षालयामि। तत्र विशेषतया अर्थभेदः नास्ति, किन्तु प्र इति उपसर्गः, तर्हि उपसर्गः अस्ति चेत् तत्र क्त्वा न भवति त्वा अपि तु ल्यप् अहं हस्तं क्षालयित्वा भोजनं करोमि किन्तु प्र अस्ति चेत् अहं हस्तं प्रक्षाल्य भोजनं करोमि तर्हि त्वा तदा भवति यदा उपसर्गः नास्ति उपसर्गः अस्ति चेत् ल्यप् भवति अस्तु सन्ध्या भगिनी अवगच्छति वा तो कुत्रचित् अर्थभेदः भवति कुत्रचित् अर्थभेदः न भवति No. Artha. Some places there's a change in the meaning. Sometimes there's a big change in the meaning, and sometimes not. Atra. Artha bedaha. Itukte change in the meaning. Artha bedaha. Anim chinta mastu asmin visaye. Kintu kutrachit artha bedaha bhavati. Kutrachit artha bedaha na bhavati. Ham hastam prakshalayami atwa kshalayami. Tatra visheshita artha bedaha nasti. कुत्रचित् महान् भेदः अस्ति तर्हि किन्तु इदानीं तावत् अवगच्छतु यत् उपसर्गः अस्ति चेत् त्वा न भवति ल्यप् भवति तत् त्वा ल्यप् समानमस्ति केवलम् उपसर्गः अस्ति चेत् ल्यप् भवति नास्ति चेत् त्वा तर्हि रामः पाठं पठित्वा निद्रां करोति बालकः हस्तं प्रक्षाल्य भोजनं करोति अत्र पाठं हस्तं च तत्र कर्मपदमस्ति छात्राः पाठं पठितुं विद्यालयं गच्छन्ति पठनार्थम् अथवा पठितुम् अत्र पठितुं पठनार्थम् इत्यस्य अर्थः छात्राः पाठं पठितुं विद्यालयं गच्छन्ति अत्र द्वितीयविभक्तिः अस्ति पाठम् अनन्तरम् अन्तिमवाक्यं बालिका पाठं पठन्ति एव निद्रां कृतवती पठन्ति निद्रां कृतवती तर्हि अत्र शत्रुप्रत्ययः अस्ति शत्रु अहं पाठं कुर्वन् खादामि अहं वाक्यं वदन् चलामि अत्रापि द्वितीयविभक्तिः भवति पाठम् अस्तु लक्ष्मी भगिनी अग्रे पठतु एतेषु वाक्येषु चतुरस्त्रिचिह्नेन चतुरस्रचिह्नेन क्रमशः त्वान्तं ल्यबन्तं तुमुन्नन्तं शत्रन्तं च पदं सूचितं तेभ्यः पूर्वं स्थितानि कर्मपदानि अधोरेखया सूचितानि तेषाम् अपि द्वितीया भवति इत्येतम् अंशं परिशीलयत अभ्यासः आवरणे सूचितानां शब्दानाम् उचितरूपाणि रिक्ते स्थले लिखत भवती विषयं ज्ञात्वा अग्रे पठतु छात्रः प्रक्षम प्रश्नम प्रश्नम पुष्ट्वा पुष्ट्वा विषयम जानन्ति जानन्ति हां छात्राः बहुवचने अस्ति तर्हि अत्र कर्मपदद्वयम् अस्ति कर्मपदद्वयम् अस्ति विषयं जानन्ति प्रश्नं पृच्छन्ति अत्र प्रश्नः पृष्ट्वा प्रश्नं पृष्ट्वा खलु तर्हि पृच्छति इत्यस्य पृष्ट्वा तस्य कर्मपदमस्ति प्रश्नः अपि च जानन्ति इत्यस्य विषयः खलु अस्तु तर्हि सन्ध्या भगिनी अग्रे पठतु बालिका लेखनीं पाठयित्वा रोदनं कृतवती ते पत्रिकां पठित्वा विषयं जानन्ति पत्रिकां पठित्वा विषयं जानन्ति अस्तु अग्रे माता पाकं समाय समाप्य माता पाकं समाप्य सखी गृहं गतवती भवान् सदा सज्जनानां व्यवहारम् अनुसृत्य गच्छतु सः देवीं नमस्कृत्य विद्यालयं गच्छति सन्ति भगिनी अग्रे औष्ण्यम् आतपः प्रक्षाल्य आतपे शाटिकां शाटिकाम् आतप तत्र सूर्यस्य आतपः भवति खलु अस्तु प्रसारितवती अस्तु अग्रे अश्व अभ्यासं कर्तुं मम सहायं समयः अस्ति नास्ति नास्ति भक्तम् अनुग्रहीतुं देवः भूलोकम् आगतवान् अस्तु सन्ध्या भगिनी अग्रे अङ्कनीं क्रेतुं सा आपणं गतवती समीचीनमस्ति अस्तु सर्वे सर्वे वाक्यद्वयं वदन्तु सः मित्रस्य टिप्पणीं स्वीकर्तुं तस्य गृहं गतवान् शिशुः अम्बां स्मरन् रोदनं कृतवान् अस्तु भर्तः भक्तः भक्तः मात्रा मन्त्रं भक्तः मन्त्रं पठान् पूजं करोति पठन् पूजाम् पूजाम् करोति भक्तः मन्त्रं पठान् पूजाम् पठन् पूजान् करोति कृषिकः कृषिं कुर्वन् जीवति बालिकाः विद्यालयं गच्छन्तः पाठं स्मरन्ति आपणिकः ग्राहकां दृष्ट्वा सन्तोषम् अनुभवति सन्ध्या भगिनी तर्हि ग्राहकान् अत्र बहुवचने अस्ति आपणिकः ग्राहकान् दृष्ट्वा सन्तोषम् अनुभवति तर्हि ग्राहकाः बहुवचने अस्ति अतः वयं न कृतवन्तः किन्तु बहुवचने तत्र द्वितीयविभक्ति अन्तिम रूपम् अस्ति ग्राहकान् सत्या भगिनी अग्रे किम् आपणिकः तस्य अर्थः किं भवतः भवत्याः प्रश्नः कः आपणं जानामि परन्तु आपणिकः यस्य आपणः अस्ति सः आपणिकः यस्य आपणः आपणिकः कश्चन मनुष्यः यः आपणे कार्यं करोति आपणे कार्यं करोति यः शाप्कीपर् देवान् बहुवचनमस्ति अग्रे भवती करोतु अत्र बहुवचनमस्ति तण्डुलः इति एकवचने अस्ति तण्डुलाः इति बहुवचने अस्ति किन्तु तत्र बहुवचन तण्डुलाः इति प्रथमाविभक्तिः अस्ति प्रथमाविभक्त्यन्तं रूपम् तर्हि द्वितीयाविभक्त्यन्तं रूपम् अस्ति किम् तण्डुलान् यतोहि वयं कृतवन्तः पूर्वम् अत्र यथा पुल्लिङ्गशब्दः अस्ति पुरुषः एकवचने पुरुषः पुरुषाः बहुवचनं तर्हि देवः देवः इति अस्य बहुवचनान्तरूपं किम् देवाः तत्र पुल्लिङ्गे अस्ति स्त्रीलिङ्गे लता एकवचने बहुवचने लताः अनन्तरं किं बालिका किं भवति बालिकाः महिला किन्तु नपुंसकलिङ्गे यथा यानं किं भवति बहुवचने यानानि यानं वाहनं वाहनानि पुष्पं पुष्पाणि तत्र पुष्पाणि भवति अस्तु अग्रिमं करोतु भगिनि. तण्डुलाः किं भवति? तण्डुलान् तण्डुलान् क्रेतुं सः आपणं गच्छति. समीचीनम्. अस्तु लक्ष्मी भगिनि. सः जनान् आहूय नीतिं बोधयति. छात्रान् बोधयन् अध्यापकः तृप्तिं प्राप्नोति. पितामही कथाम् अत्र कथाः वयं न कृतवन्तः. अहं दास्यामि रूपाणि, किन्तु अत्र किं भवति? कोऽपि जानाति वा? कथा प्रथमा विभक्तिः कथा, कथाः. द्वितीयविभक्तिः कथां, कथाः. कथाः परिवर्तनं नास्ति. पितामही कथां, कथाः, कथाः उक्तवा. एतत् अहं कथं जानामि? एतत् विषये एतत् विशेषरूपं इन् दिस् काण्टेक्स्ट् दिस् इस् ए युनीक् एक्साम्पल् रैट्? किं किं कथा? कथा स्त्रीलिङ्गशब्दः अस्ति. कथा स्त्रीलिङ्गं, कथाः कथा स्त्रीलिङ्गशब्दः अस्ति. सामान्यशब्दः अस्ति स्त्रीलिङ्गशब्दः. द्वितीयाविभक्ति बहुवचने सर्वदा सर्वदा. लता, लताः. कथा, कथाः. बालिका, महिलाः. प्रथमाविभक्तिः हा, तत्र द्वितीयविभक्तौ बालिकां, बालिकाः. महिलां, महिलाः. कथां, कथाः. मातामही कथाम् उक्तवा. कथाः उक्तवा. उक्त्वा बालान् तोषयति. बालान् तोषयति. समीचीनम्. तोषयति इत्युक्ते सन्तोषः. सन्तोषः, सन्तोषः इति जानाति खलु. तर्हि किं भवति? यत् पितामही कथाः वदति, कथाः वदति, अनेन बालाः सन्तुष्टाः भवन्ति. अद्य पाठाः पठितुं मम उत्साहः नास्ति. पाठः इति पुल्लिङ्गशब्दः, तर्हि पाठान् भवति. अद्य पाठान् पठितुं मम उत्साहः नास्ति. पाठान् पठितुं मम उत्साहः नास्ति. अत्र अग्रे अत्र षष्ठे पूते पश्यामः. षष्ठः पूतः. षष्ठः पूतः अस्ति. पेज् सिक्स् मध्ये पश्यन्तु. बालः इति अकारान्तपुल्लिङ्गशब्दः. अकारान्तपुल्लिङ्गशब्दः. अत्र द्वितीयविभक्त्यन्तं रूपमस्ति. एकवचने बालं, बहुवचने बालान्. पुस्तकं नपुंसकलिङ्गशब्दः, तदपि तथा अस्ति. पुस्तकं किन्तु बहुवचने पुस्तकानि. अनन्तरम् आकारान्तस्त्रीलिङ्गशब्दः. अत्र आकारात् स्त्रीलिङ्गशब्दः बालिकां बहुवचने बालिकाः, अनन्तरम् इकारात् स्त्रीलिङ्गशब्दः लेखनीं लेखनीः, नदीं द्वितीयविभक्तौ अत्र लेखनीं लेखनीः, नदीं नदीः नदीः इति भवति। तर्हि अस्माकं हस्ते एतानि रूपाणि सन्ति एतावता। बालकः, तर्हि अहं किं वदामि, अहं प्रथमाविभक्तिः एकवचनान्तरूपं वदामि, भवन्तः तस्य द्वितीयविभक्ति द्वितीयविभक्ति एकवचनान्तरूपं बहुवचनान्तरूपं च वदन्तु। अस्तु, उदाहरणार्थं देवः किं भवति? देवं देवान्। तर्हि लिङ्गं मनसि निधाय, लिङ्गं मनसि निधाय वक्तव्यम्। अभिनवमहोदय, वृद्धः वृद्धं वृद्धान्। हा अस्तु, सन्ध्या भगिनी चमसः चमसः चमसः अश्वः। सन्ध्या भगिनी अश्वः अस्तु, विश्वनाथ महोदय बिडालयः बिडालं बिडालयं बिडालयं बिडालयः बिडालयान्। स्यूतः स्यूतां स्यूतालयः। एकनिमिषः, अत्र पश्यतु, अत्र पश्यतु महोदय, भवान् अवगन्तुं शक्नोति, अत्र लिखितमस्ति बालं बालान्, बालं बालान्, स्यूतं स्यूतान्, देवं देवान्, चमसं चमसः। अस्तु, अग्रे वदतु, चन्द्रः चन्द्रान् चन्द्रं चन्द्रं चन्द्रान्, सूर्यः सूर्यं सूर्यान्, कुक्कुरः कुक्कुरं कुक्कुरान्, मूषकः मूषकं मूषकान्। अस्तु, माला मालां मालाः। समीचीनमस्ति, बालिका बालिकां बालिकाः, स्थालिका स्थालिकां स्थालिकाः। अभिनवेन अत्र पिपीलिका पिपीलिका पिपीलिकां पिपीलिकाः, गोशाला गोशालां गोशाला, अध्यापिका अध्यापिकाम् अध्यापिकाः। अस्तु, सन्ध्या भगिनी लता लता न न अत्र स्त्रीलिङ्गशब्दः अस्ति, पेज् सिक्स् पेज् सिक्स् तत्र कोष्टकम् अस्ति चार्ट्, महिला उपचारिका उपचारिका उपचारिका। अस्तु, लक्ष्मी भगिनी इदानीं स्वागतं महोदय। अस्तु, पत्रं पत्राणि एकवचनं तत्र लिखितं पत्रं पत्राणि, फेनकं फेनकानि, दर्वी दर्वीं दर्वीः दर्वीः ईकार विसर्गः अस्ति खलु तस्मात् पूर्वम् ईकारः अस्ति चेत् ईः गुरु गुरुः द्विवारम् उः गुरुः हरिः हरिः वदतु गुरुः गुरुः भवति देवः तथा भवति तथैव भवति अस्तु तर्हि इदानीं विदूषकः अस्तु इदानीं वस्त्राणि समीचीनमस्ति अति उत्तमं महोदय भवान् न महान् अस्तु फलं फलानि अस्तु राजशेखरमहोदय अग्रे अजः अजम् तत्र अजाः इति प्रथमाविभक्तौ प्रथमाविभक्तिः इदानीं द्वितीयविभक्तिः नाम अत्र अजः अस्ति तत्र अजाः सन्ति किन्तु अहम् अजं पश्यामि अहम् अजान् पश्यामि अस्तु रजकः रजकः न तत्र द्वितीय कर्मपदं रजकं रजकं रजकान् नृपः नृपं नृपान् अत्र भल्लूकः भल्लूकं भल्लूकान् समीचीनमस्ति अस्तु इदानीं सन्ध्या भगिनी छात्रः किं छात्रं छात्रा अस्तु इदानीं वृक्षः वृक्षं वृक्षान् आरक्षकः पुनः वदतु आरक्षकः आरक्षकान् समीचीनमस्ति अस्तु तुला अस्तु सञ्चिका स्त्रीलिङ्गशब्दः अस्ति खलु अस्तु इदानीम् अध्यापिका अध्यापिका पेटिका अस्तु राजशेखरमहोदय स्थालिकाः अग्निपेटिकाः शाटिकाः समीचीनं रेल्यानानि अस्तु समीचीनं सस्यं सस्यानि द्रोणीः कूपीः लेखनी पुत्रीः अस्तु सूची सूचीः अस्तु सन्ध्या भगिनी कर्तरी समदर्वी सत्यम् महिला महिला महिला महिलाः न पश्यतु महिला महिलान् किं न महिलां किम् उक्तवान् इति न जानामि महिलाम् इति अस्ति उक्तवान् वा महिलाम् इति अस्ति महिलां महिलाः बालिका बालिकां बालिकाः वनं वनां वनानि अस्तु अस्तु दण्डः दण्डं नो दण्डं दण्डानि स्वर्णकारः स्वर्णकारं स्वर्णकारान् सिक्तवर्तिका सिक्तवर्तिकां सिक्तवर्तिका घटी अङ्कनी अङ्कनीम् अङ्कनी अङ्कनीः अस्तु सन्ध्या भगिनी संन्यासिनी संन्यासिनीः समीचीनं तु अग्रे गच्छेम इदानीम् अग्रे गच्छेम स्त्रीलिङ्ग एण्ड् नपुंसकलिङ्ग भेदः कुत्र अस्ति लैक् बालां बालां बालान् बालं बालान् एण्ड् देन् फलं फलानि रूपभेदः अर्थ अर्थभेदः नास्ति अर्थभेदः नास्ति रूपभेदः अस्ति रूपभेदः देन् ओके केवलं अत्र किञ्चित् अभ्यासं कुर्मः लक्ष्मी भगिनी करोतु गृहस्वामी तृतीये पूते अत्र इदानीं तृतीये पूते अत्र द्वितीय अभ्यासः चतुर्विंशतितमं वाक्यम् अत्र पेज् त्री अभ्यास टु 24 गृहस्वामी बान्धवान् सम्प्रेष्य गृहं प्रत्यागतवान् अस्तु अभिनव महोदय पत्रिकाः पठितुं सः ग्रन्थालयं गतवान् इति तत्र कर्मपदं यत्र भवति अस्तु अग्रे पठतु अधः स्थितानि वाक्यानि पठत् सः पाठं पठति सः पाठं पठितवान् सः पाठं पठिष्यति सः पाठं पठतु सः पाठं पठतु सः पाठं पठतु मीन्स् हि शुड् डु दट् सः कार्यं करोतु सो भवान् कार्यं करोतु मीन्स् डु द वर्क् सः कार्यं करोतु मीन्स् ऐ एम् नॉट् स्पीकिङ्ग् डैरेक्ट्ली टु हिम् हि शुड् डु द वर्क् ओर् हि हैज़् टु डु द वर्क् सः पाठं पठित्वा गृहं गतवान् सः पाठं पठितुं पुस्तकं स्वीकृतवान् सः पाठं विलिख्य गृहं गतवान् सः पाठं पठन् निद्रां कृतवान् नाम भिन्नभिन्नवाक्यानि सन्ति प्रत्येकस्मिन् वाक्ये तदेव कर्मपदम् अस्ति इत्यस्मिन् अस्माकम् अवधानं स्यात् अस्माकम् अवधानम् अस्ति यत् अत्र सः प्रत्येकस्मिन् वाक्ये सः इति कर्तृपदं पाठम इति कर्मपदम अनन्तरं क्रियापदम् अस्ति. तु कुत्रचित् क्रियापदानि सन्ति, कुत्रचित् अव्ययानि सन्ति. अव्ययम् अव्ययम् इत्युक्ते यस्य परिवर्तनं, रूपपरिवर्तनं न भवति. उदाहरणार्थं पठित्वा, बालकः पठित्वा गच्छति, अहं पठित्वा गच्छामि, ते सर्वे पठित्वा गच्छन्ति. अत्र वचनानुगुणं, पुरुषानुगुणं, लिङ्गानुगुणं परिवर्तनं न भवति खलु. किन्तु अहं गच्छामि, भवान् गच्छति, त्वं गच्छसि, तत्र भेदाः सन्ति. अत्र क्रियापदमस्ति, तर्हि कानिचन पदानि अत्र सन्ति क्रियापदानि, कानिचन सन्ति अव्ययानि. अहं रूपं वदामि, भवन्तः वदन्तु यत् क्रियापदम् अस्ति अथवा अव्ययं. पठति, क्रियापदम् अस्ति अथवा अव्ययं, परिवर्तनं भवति न वा इति चिन्तयित्वा वदन्तु. पठति, तत्र क्रियापदमस्ति वा अव्ययमस्ति वा? अव्ययं वा? बालकः पठति, अहं, तत्र रूपभेदः भवति, रूपभेदः भवति. यत्र अहं, सः, ते, पुरुषाः, वयं, यत्र रूपभेदः न भवति, यथा पठित्वा, अहं पठित्वा गच्छामि, वयं पठित्वा गच्छामः, ते सर्वे पठित्वा गच्छन्ति, बालकः पठित्वा गच्छति, तत्र अव्ययमस्ति, तस्य रूपभेदः नास्ति. बहुवचने भवतु, पुरुषभेदः भवतु, रूपभेदः नास्ति. तर्हि पठति इति वदतु, पठति इति अव्ययमस्ति वा क्रियपदमस्ति वा? क्रियापदं, हा अस्तु. पठिष्यति, पठिष्यति क्रियापदं, हा. पठतु, नाम यत्र भवान् पठतु, भवन्तः पठन्तु, हा, तत्र वचनानुसारं रूपभेदः अस्ति न वा? रूपभेदः अस्ति, अतः क्रियापदम्. किन्तु भवान् पठित्वा गच्छतु, भवन्तः गच्छन्तु, पठित्वा, तत्र रूपभेदः अस्ति वचनानुगुणं नास्ति, अतः अव्ययं, पठित्वा अव्ययं. किन्तु पठतु क्रियापदमस्ति. उभयत्र, इन् बोथ् सिचुवेशन्स्, उभयत्र कर्मपदं स्वीकरोति, पाठं. भवान् पाठं पठित्वा गच्छतु अथवा भवान् पाठं पठतु, तत्र उभयत्र क्रिया कर्मपदमस्ति. अस्तु, इति नाम अस्माकम् इदानीं विषयः सः नास्ति, तर्हि अग्रे गच्छेम. अत्र राजशेखरमहोदय, तत्र तृतीय अभ्यासं पठतु. अभ्यासम् उपरि उपरि अष्टविधानि वाक्यानि लिखितानि. एतेषाम् आधारेण अधः सूचिते प्रसङ्गद्वये प्रथमवाक्यं दृष्ट्वा अवशिष्टानि सप्त वाक्यानि लिखतु. लिखत कविः अत्र पूर्वम् उदाहरणानि सन्ति पूर्वं अष्ट उदाहरणानि सन्ति अत्र तथैव कविः वदतु कविः कविः कविः कविः श्लोकं श्लोकं सारि श्लोकं लिखति श्लोकं लिखति कविः श्लोकं लिखितवान् कविः श्लोकं लिखितवती न लेखिष्यति लेखिष्यति लेखिष्यति अस्तु कविः शीघ्रम् अदर्वैस् औट् कविः लिखतु श्लोकं लिखतु कविः श्लोकं लिखित्वा गृहं गतवान् अस्तु समीचीनमस्ति अस्तु अनन्तरं भगिनी कविः श्लोकं लेखितुं पुस्तकं स्वीकृतवान् कविः श्लोकं विलिख्य लिखित्वा कविः श्लोकं लिखित्वा गृहं गतवान् अस्तु अग्रे कविः श्लोकं पठान् लिखन् लिखान् निद्रां कृतवान् विलिख्य लिखित्वा नाम लिखित्वा यत्र उपसर्गः नास्ति अस्तु अग्रे सन्ध्या भगिनी अग्रे वदतु बालकः न कुत्र न अग्रे सः अभ्यासः समाप्तः बालकः लेखनीं क्रीणाति क्रेष्यति किन्तु द्वितीयमस्ति भूतकालः खलु क्रीतवान् बालकः लेखनीं क्रीतवान् अनन्तरं भविष्यत्कालः क्रेष्यति अस्तु अनन्तरं कार्यक्रमः क्रेष्यति क्रेष्यति अनन्तरं बालकः लेखनीं क्रीणातु अग्रे बालकः लेखनीं क्रीणित्वा क्रीत्वा बालकः लेखनीं क्रीणितुं बालकः लेखनीं किं गृहं गतवान् गृहं गतवान् लेखनीं क्रेतुं आपणं गतवान् खलु तत्रैव क्रयणं भवति भवत्याः गृहे क्रयणं भवति न भवति भवति स्म पूर्वं गृहे पूर्वं भवति स्म न गृहे भवत्याः गृहम् आपणमासीत् आपणः पूर्वम् इदानीमपि नास्ति पूर्वमपि नासीत् अस्तु त तरी लेखनीं क्रेतुं कुत्र गम्यते आपणं गच्छामि अस्तु आवरणे दत्तानां शब्दानां उचितानि रूपाणि प्रत्येक स्थले लिखते उदाहरण सः प्रातः पत्रिकां कवितां ग्रन्थं च पठति रमेशः प्रतिदिनं देवं जनकं अग्रजम् आचार्यं च नमस्करोति लक्ष्मी भगिनी अग्रे सीता ग्रन्थं सुधाखण्डं स्यूतं दण्डं च नयति सेवकाः सेवकः आम्रं पनसं नारिकेलं च सिञ्चति अवगच्छति खलु सिञ्चति अस्तु सन्ध्या भगिनी अग्रे रामः दशरथं सुमन्त्रं वसिष्ठं च सज्जनः धर्मं परोपकारं सदाचारं च इच्छति भगिनी आपणतः मालां पत्रिकां पादरक्षां स्थालिकां च आनीतवती बालकः लेखनीं अङ्कनीं कादम्बरीं सूचीं च क्रीतवान् माता स्यूतं युतकं वेष्टीं शाटिकां च क्षालितवती कलहं चर्चाम् न इच्छामि अहं गणेशं दुर्गां सरस्वतीं लक्ष्मीं च पूजयामि गोविन्दः जनान् आपणान् दीपान् वृक्षान् च पश्यति अस्तु लक्ष्मी भगिनी अग्रे वयं गणेशोत्सवावसरे भगिन्यां जनन्याम् एकनिमेषः अत्र वचनं किं लिङ्गं किं चिन्तयित्वा वदतु भगिनी इत्यस्य द्वितीयविभक्त्यन्तं बहुवचनान्तं रूपं किम् भगिन्यः तत्र प्रथमाविभक्तिः अस्ति द्वितीयाविभक्तिः अभिनवमहोदय किमस्ति बहुवचन प्रथमाविभक्ति द्वितीया अत्र द्वितीया विभक्तिः भगिन्यः तत्र प्रथमा विभक्तिः अस्ति. द्वितीया विभक्तिः का? भगिनीः. भगिनीः भगिनीः. अत्र लिखितमस्ति अत्र पदः. वयं गणेशोत्सवावसरे भगिनीः जननीः महिलाः उद्योगिनीः च गृहं प्रति आह्वयामः. समीचीनमस्ति. वायुः. सावधानं, द्वितीयविभक्ति बहुवचनं. बहुवचनं द्वितीयविभक्ति. वायुः पुरुषान्, महिलां. स्त्रीलिङ्गे अस्ति, मिश्रितमस्ति. महिलां, महिलाः. महिलाः. पुरुषान् महिलाः. पुरुषान् महिलाः. वृक्षान्, वृक्षान्. वनानि. गुल्मः. अत्र पुल्लिङ्गशब्दः अस्ति. पुल्लिङ्गशब्दः गुल्मः. गोश् गुल्मः. गोश् इत्यादः. गुल्मः च, गुल्मान् च. गुल्मान् च स्पृशामि. स्पृशति. स्पृशति. वायु. स्पृशति. स्पृशति. राज्यकरणाय तत्र पुनः एतत् वाक्यं पुनः वदतु. वायुः. वायुः पुरुषान्, महिलाः, वृक्षान्, वनानि. अत्र दत्तमस्ति. वनानि. वनानि. गुल्मा. गुल्मा. गुल्मान्. गुल्मा. गुल्मान्. गुल्मान् च स्पृशति. किञ्चित् गुल्माः, किञ्चित् गुल्मान्. गुल्मान्. गुल्मान्. गुल्मान्. गुल्मान् च स्पृशति. समीचीनमस्ति. अस्तु, सन्ध्या भगिनी अग्रिमं करोति वा? गोपालः. गोपालः. अकारान्तं अकारान्तं करोति. कवयित्रयः. इकारान्त स्त्रीलिङ्गे अस्ति. सत्यं नाम वस्तुतः ऋकारान्तशब्द पुल्लिङ्गे ऋकारान्त भवति, स्त्रीलिङ्गे ईकारान्त भवति. बहुवचने. समीचीनं. कवयित्र्यः. तत्र अत्र नदी, नद्यः एवमस्ति. न न, अत्र कवयित्र्यः अत्र बहुवचने अस्ति. तस्य द्वितीयविभक्त्यन्तं रूपं किं? द्वितीयविभक्तिः समीचीनम्. गृहिणीः. स्त्रीलिङ्ग कर्मकार्यः. तत्रापि बहुवचन स्त्रीलिङ्गशब्दः. अति उत्तमं भगिनि, अति उत्तमम् अस्ति. अस्तु, अभिनवमहोदय. अग्रे अहम् अङ्किनीः, लेखनीः, कर्तरीः च क्रीतवान्. इति अस्ति. समीचीनम्. अस्तु, समयः जातः. अस्तु, विरमामः. नमस्कारः.